नमस्कारः. पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. धातुपाठे हल्सन्धिः इति प्रथमपाठः, प्रथमभागः प्रवृत्तमानः अस्ति. तत्र वयं पदस्य निर्माणं हल्ङ्याभ्यो दीर्घातुतिस्य पृक्तं हल् इत्यनेन अपृक्तहल् वर्णस्य लोपं कृत्वा इदानीं पदं जातम् इति लङ्लकारे तस्य प्रसक्तिः कथम् इति दृष्टवन्तः. अनन्तरं तत्र पाठः सप्तसु विभक्ति क्षम्यतां सप्तसु भागेषु विभक्तः इति अपि दृष्टवन्तः. तत्र प्रथमभागः आसीत् पदान्ते संयोगः अस्ति चेत् कस्य सूत्रस्य प्रसक्तिः इति. तत्र संयोगान्तस्य लोपः इत्यनेन यत्र पदस्य अन्ते संयोगः अस्ति चेत् तत्र अन्तिमवर्णस्य एव लोपः भवति. संयोगस्य अन्तिमवर्णस्य लोपः इति दृष्टवन्तः. तत्तु पदान्ते तस्य प्रसक्तिः. अनन्तरम् एकं नियमसूत्रं रात्सस्य इति दृष्टवन्तः. संयोगस्य प्रथमसदस्यः रेपः चेत् रेफात् परस्य सकारस्य एव लोपः भवति. अन्यवर्णः भवति चेत् तस्य लोपः न भवति इति तत्र रात्सस्य इति नियमसूत्रं नियमयति. रेस्ट्रिक्षन् लिमिट् भवति इति कृत्वा तादृशसूत्रम् इति दृष्टवन्तः. तृतीयमासीत् राल् लोपः इति सूत्रं. रेपात् परस्य तत्र चकारः वकारः अस्ति चेत् लोपः भवति, चकारवकारस्य लोपः भवति. जलादि क्वी अथवा जलादिप्रत्ययः अथवा अनुनासिकः परः अस्ति चेत् इति सूत्रत्रयं गतसप्ताहे दृष्टवन्तः. पदान्ते पदं जातम्, अनन्तरं पदान्ते यदा संयोगः अस्ति चेत् कार्यत्रयं कथं भवति इति दृष्टवन्तः. तत्र एकं सूत्रम् अवशिष्टमस्ति पदान्ते संयोगः अस्ति चेत् इति. तस्मात् आरभ्य अद्य पठामः. महोदय, भवान् एव पठति वा? चतुर्थबिन्दुः पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति. अस्तु, सूत्रमस्ति स्कोः संयोगाद्योः संयोगाद्ये अन्ते च इति अष्टमाध्यायद्वितीयपादस्य नवविंशतितमं सूत्रं. संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपः भवति, न तु द्वितीयसदस्यस्य झलिपदान्ते च इति. सकार ककार च तयोः इतरेतरद्वन्द्वः स्कौ स्कौ इति. तयोः स्कोः संयोगस्य आदिः संयोगस्य आदिः संयोगादि. तयोः संयोगाद्योः षष्ठीतत्पुरुषः संयोगान्तस्य लोपः इत्यस्य इत्यस्मात् लोप इत्यस्य अनुवृत्तिः. झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अधिकारः अनुवृत्तिसहितसूत्रं. संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च इति अस्ति. अस्तु, अत्र स्कोः संयोगादे अन्ते च इति संयोगाद्योः अन्ते च इति सूत्रं वदति. यदि संयोगपदान्ते पदान्ते अथवा जलिपदान्ते वा अथवा पदान्ते एव. अस्तु, पदान्ते पदान्ते सितस्य संयोगस्य इदानीं संयोग सकार प्रथमसदस्य सकार अथवा ककार अस्ति चेत् तेषाम् एव तयोः एव लोपः भवति. सकारककारयोः लोपः भवति, न तु अन्त्यस्य संयोगस्य संयोगान्त संयोगान्तस्य लोपः इत्यस्य अपवादसूत्रमस्ति. इति अहं चिन्तयामि. अतः सकारककारयोः एव लोपः भवति. यदि संयोगे सकारककारः प्रथमवर्णः अस्ति चेत् इति वदति. जलिपरे पदान्ते जलिपरे तत्र संयोगान्तस्य लोपः पदान्ते एव तस्य कार्यं. स्कोः संयोगाद्योरन्ते च यदि जलि परे अस्ति चेत् वा पदान्ते. अतः निमित्तद्वयम् अपि जलि वा पदान्ते. जलि वा पदान्ते वा. अस्तु अस्तु. जलि वा पदान्ते वा द्वयमस्ति. निमित्तद्वयं निमित्तद्वयम् अस्ति. अनन्तरम् आदिमवर्णस्य पदकार्य पदान्ते एव नास्ति वा. पदान्ते एकवा पदान्ते जलि किमर्थं भगिनी तत्र पदान्ते जलि इति पदान्ते न जलि यदा तत्र अष्टाध्यायी पुस्तकमस्ति किल 132 इति पुटम् उद्घाटयतु. तत्र संयोगान्तस्य लोपः इति त्रिविंशतिः किल 23 संयोगान्तस्य लोपः तस्य कार्यं पदान्ते एव भवति. अनन्तरं सकारस्य लोपः सर्वे तु अष्टमध्याये अस्ति. तदपि मुख्यमस्ति. अष्टमध्यायस्य द्वितीयपाद अस्तु. पूर्वत्र सिद्धम् इति अधिकारः अस्ति. पदस्य इति अपि अधिकारः अस्ति. सो अतः संयोगान्तस्य लोपः पदान्ते एव कार्यम्. अनन्तरं सकारस्य लोपः इति राक्षस्य इति सूत्रं तदेव वयं गतसप्ताहे दृष्टवन्तः. नियमसूत्रम् इति तत्र संयोगान्तस्य राक्षस्य संयोगान्तस्य लोपः इति आगच्छति. अनन्तरं धी च इति सूत्रम् अग्रे आगच्छति. तत्रापि संयोगान्तस्य लोपः इत्यस्य अनुवृत्तिः अस्ति. तस्मात् अनन्तरम् एकं सूत्रम् अस्ति झलो झलि इति. तत्र झलि इति एकं यद् पदमस्ति तदेव अनुवर्तते सर्वत्र. तस्मात् आरभ्य झलो झलि इति सूत्रात् आरभ्य झलि इति अनुवर्तनं भवति. अतः इदानीं पदस्य इति अधिकारः अपि अस्ति. झलि इति अपि अनुवर्तनम् अस्ति इति कृत्वा तत्र स्कोः संयोगाद्योरन्ते च इति नवविंशतिः किल तत्र झलि इति अपि अनुवर्तनम् अस्ति. पदान्ते इति अधिकारः तु अस्ति. झलि पदान्ते कार्याणि सर्वत्र तस्मात् आरभ्य झलि इति आगच्छति. अवगतं वा महोदय? आम् आम् आम्. अतः निमित्तद्वयं पदान्ते अस्ति चेत् कार्यं भवति. यदि जल् प्रत्याहारः अस्ति चेदपि प्रत्ययः अस्ति चेदपि कार्यं भवति. यथा ब्रश्च इति औपदेश यदा यथा ब्रश्च इति औपदेशिकधातुः तस्य यङ्लुगन्तधातुः बरीब्रश्च इति. इदानीम् अबरीब्रश्च योगात् इति अत्र लङ्लकारस्य हल्गाभ्यो दीर्घासूति सूतिस्य प्रक्तं हल् इत्यनेन तकारस्य लोपः अबरीब्रश्च इति अस्ति. इदानीं अन्ते संयोगः अस्ति. प्रथमवर्णसकारः अस्ति. अतः संयोगान्तस्य लोपः इत्यनेन जकारस्य लोपः भवेत्. परन्तु प्रबाद्य सकारस्य लोपः भवति. स्कोः संयोगाद्योरन्ते च इत्यनेन पदान्ते अस्ति इति कृत्वा सकारस्य लोपः अबरीब्रज् इति रूपम् अस्ति. तदेव षष्ठी इति अस्ति. संस्थ इति अदादिगणे षष्टि उपदेशनाशके इत्युक्ते इत् षष्टिति सहसः इत्यनेन षस्त् इदानीं षष्टि इति अत्र इदित् अस्ति अतः तत्रापि नुम् दातु नुमागमः अनन्तरं नुमागमः कुत्र इति मिदजन्त्यात् परः इत्यनेन संस्थितिधातुः अस्ति इदेन असंस्त् इति लङ्लकारूपं असंस्थियोगत् इति अस्ति तकारस्य लोपः हल् ग्याबो दीर्घ सूतिस्य प्रत्यक्तं सूतिस्य प्रत्यक्तं हल् इत्यनेन असंस्त् इति अस्ति इदानीं पदान्ते अस्ति संयोगः अस्ति अत्र संयोगः अस्ति तकारात् पूर्वं सकारः अस्ति अतः स्कोः संयोगान्ते च इदेन असन्त् इति अनन्तरम् असन् इति असन्त् इति अस्ति संयो इदानीं पद अस्ति अतः संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः प्रसक्तिः अस्ति असन् इति भवति 29 भगिनि अत्र स्कोसैक लोपः इति परकार्यमस्ति 29 23 कथं पश्यति वा आम् परन्तु वयं किं उक्तवन्तः इदानीं स्कोः संयोगाद्योरन्ते च इति सूत्रं संयोगान्तस्य लोपः इति सूत्रस्य अपवादः इत्येव उक्तवन्तः किल आम् न असंस्थिति अस्ति असंस्थिति अस्ति असंस्थिति इदानीम् असन्तीति अभवत् असन्तीति अभवत् कोः संयोगान् अन्ते च इत्यनेन असन्तीति अभवत् तद् परसूत्रमस्ति खलु तत् किमस्ति तत्र परन्तु पूर्व पर नित्य अन्तरङ्ग अपवादस्य एव बलम् अधिकं किल अपवादः यदा अपवादः अस्ति चेत् तत्र सूत्रसङ्ख्या सूत्रसङ्ख्या न द्रष्टव्या किल तत्र अपवादसूत्रं पूर्वसूत्रमपि भवितुम् अर्हति परसूत्रमपि भवितुम् अर्हति तत्र यदा कार्यं कृतं चेत् इदानीं अस्तु तत्र सूत्रसङ्ख्या महत्त्वमेव नास्ति महत्त्वमेव नास्ति इदानीं सूत्रं किं संख्या तत् न पश्यति खलु संयोगद्वलोपमपि आमाम् इदानीमपि तत्र सकारः अस्ति इति चिन्तयति कार्यसिद्धम् इति चिन्तयति परन्तु अत्र तु यदा वयं वदामः संयोगान्तस्य लोपः इत्यत्र अन्ते संयोगः अस्ति चेत् लोपः भवति स्कोः संयोगाद्योरन्ते च किं वदति आदिमवर्णः संयोगः अस्ति परन्तु आदिमवर्णः सकारः वा ककारः अस्ति चेत् तस्य लोपः भवति तद् सब्सेट् एव अस्ति किल अतः अपवादः एव तत्र निरवकाशत्वं भवति अथवा अतः स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः इत्यस्य अपवादः भवतः प्रश्नस्य उत्तरमपि अत्रैव अस्ति परन्तु वयमेव किञ्चित् चिन्तनं कुर्मः अस्तु महोदय धन्यवादः उषा भगिनी अत्र वयं किञ्चित् चिन्तनं कुर्मः अत्र परिच्छेदचतुष्टयम् अस्ति तत्र सर्वत्र प्रश्नानाम् उत्तरमेव स्थापितवान् महोदयेन स्थापितम् अतः वयमेव किञ्चित् चिन्तनं कृत्वा तत्र पठामः किम् अस्ति इति इदानीं प्रथमप्रश्नः एवम् अस्ति तत्र असंस्त् इति यदा महोदय इदानीं कृतवान् किल तत्र संयोगान्तस्य लोपः कोः संयोगाद्योरन्ते च इति प्रथमं यदा असंस्त् इति अस्ति तत्र एव संयोगान्तस्य लोपः इत्यस्य अपि प्रसक्तिः अस्ति वा स्कोः संयोगाद्योरन्ते च भगिनी केन् यू रिपीट् द क्वश्चन् भगिनी स्कोः संयोगाद्योरन्ते च ऐ मीन् इफ् ऐ डोण्ट् डू स्कोः संयोगाद्योरन्ते च इफ् ऐ डू संयोगान्तस्य लोपः फस्ट् भगिनी ऐ मीन् वाट् इफ् ऐ डोण्ट् नो स्कोः sutra and if I do A2, 23 first, then skoho sayogadyor ante cha has no scope. Samichanam. Ataha kim vadamaha? Ataha asanst iti stite skoho sayogadyor ante cha sutrasya prasaktihi asti. Sakara taka nakara stakara तकार संयोगः अस्ति सकारतकारसंयोगे प्रथमस्थले सकारः अस्ति चेत् स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारः एव लोपः भवति असंस्थिति असन्त् भवति असन्त् भवति नकारतकारलोप संयोगः अस्ति पदान्त अस्ति पदान्ते संयोगान्तस्य लोपः इति पदान्त इस्तेर् भगिनि संयोगान्तस्य संयोगान्तस्य लोपः तेन तकारः लोपः भवति असन् भवति अतः स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः इत्यस्य कृते किम् अस्ति भगिनि संयोगान्तस्य लोपः इति सामान्यसूत्रम् उत्सर्गसूत्रं स्कोः संयोगाद्योरन्ते च इति तस्य दृष्ट्या किम् अस्ति संयोगान्तलोपः इत्यस्य दृष्ट्या वाट् इस् स्कोः संयोगाद्योरन्ते च स्कोः संयोगाद्योरन्ते च becomes the apavada I don't okay apavada eva kila sutra sankhya drishtya pasyati chet koho sanyoga adyor ante cha iti parasutram asti for sanyoga antasya lopah so if I do purvatra siddham kasya karyam pratamam bhavati पूर्वत्र सिद्धं देन् ऐ हेव् टु डु 8 टु 23 फस्ट् अण्ड् देन् ऐ केनाट् डु 8 टु 29 8 टु 23 नो 8 टु 23 ऐ केन् डु अण्ड् देन् ऐ केन् गो टु 8 टु 29 इफ् इट् इस् प्रसक्तिः अस्ति बट् इफ् ऐ डु 8 टु 29 ऐ केनाट् गो टु 8 टु 23 बेक् अगेन् दट् इस् वेन् तत् समीचीनं परन्तु यदा अहं पूर्वत्र सिद्धम् इति स्वीकृत्य करोमि चेत् असंस्त् तकारलोपः भवति इदानीं सकारः अन्ते भवति स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यं भवति वा भगिनि असन्त् इति असंस्त् असंस्त् इति इदानीम् अहं पूर्वत्र सिद्धम् इति स्वीकृत्य पूर्वसूत्रम् इति संयोगान्तस्य लोपः करोमि या देन् असन्स् इस् देर् असन्स् द सकार इस् नाट् प्रथमस्थले देन् असन्स् देन् स्कोः संयोगाद्योरन्ते च केनाट् हेपन् तस्य निरवकाशत्वं भवति निरवकाशत्वं ओके निरवकाशत्वं भवति दट्स् वै वि डु स्कोः संयोगाद्यो ante cha sutra first and then we can do sayogantasya lopaha okay samichena tadeva yad kimapi bhavati uktavati tadeva asmin parichede asti bhavati eva patatu bhagini atra kashana prashna okay atra kashana prashna udeti asanst iti stityam padante sayogantasya lopaha skoho sayogadyor ante cha iti dvayoho api प्रसक्तिः सूत्रद्वयं त्रिपाद्याम् अतः सूत्रद्वयं त्रिपाद्याम् अतः किमर्थं पूर्वत्र असिद्धम् इत्यनेन परशास्त्रम् असिद्धम् असिद्धत्वात् संयोगान्तस्य लोपः अत्र भवेत् उत्तरम् अस्ति यत् पदान्ते स्कोः संयोगाद्योरन्ते च इति सूत्रं संयोगान्तस्य लोपः इत्यस्य अपवादः यत्र पदान्तसंयोगे प्रथमसदस्य सकारः ककारः च तत्रापि संयोगान्तस्य लोपः भवति चेत् पदान्ते स्कोः संयोगाद्योरन्ते च निरवकाशत्वं भवति, ओके, निरवकाशं भवति. अतः अपवादत्वात् पदान्ते अवसरे सति स्कोः संयोगाद्योरन्ते च इत्येव प्रवर्तनीयं भवति. पूर्वत्र सिद्धम् इत्यस्यापि अपवादः. ओके, just because we discuss, no way can understand. Tadeva kila atava mamaha eva bhavati. Asmin eva prasange. No, tadva bina prashna. Dvitiya prashna tat. Samyak. Avagatam kila. Bhagini. Chenam danyavadaha. Srivalli bhagini astiva. Aam bhagini. नमस्ते. तत्र नमस्कारः. तत्र द्वितीयप्रश्नः अस्ति, तत्र असंस्थ् इति अस्ति किल, तत्र त्रयाणां वर्णानां संयोगः अस्ति, अस्ति वा? नकारः, सकारः, तकारः. अनन्तरं तत्र स्कोः संयोगाद्योरन्ते च इत्यनेन वयं किमर्थं सकारस्य लोपः कुर्मः? तस्य प्रसक्तिः किमर्थम् अत्र अस्ति? नकारः तु पूर्वम् अस्ति किल? आं भगिनि, नकारः पूर्वम् अस्ति. परन्तु नकारः नश्च पदान्तस्य चेति भगिनि प्रश्नः पुनः पुनः तत्र नकारः संयोगः इति वर्णत्रयमस्ति, नकारः, सकारः, तकारः. अस्तु, स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यं यदा सकारः संयोगस्य प्रथमवर्णः अस्ति चेत् तस्य लोपः इति वदति. संयोगस्य प्रथमवर्णः तु नकारः अस्ति. किमर्थं संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः इदानीं? सूत्र अष्टाध्यायी पूर्वत्र आसीत् भगिनि. न, परन्तु तत् सूत्रं किं वदति? संयोगाद्योरन्ते च सूत्रं जलिपरतः पद जलिपर्तः पदस्य अन्ते आद्य संयोगाद्यो स्कोः लोपः भवति इति चेत् नकारस्य अवसरः नास्ति. सकारः, ककारः, आदिवर्तः सकारः, ककारः अस्ति इत्यनेन नकारस्य अत्र संयोगे नकारस्य प्रसक्ति सूत्रेण संयोगाद्योः स्कोः लोपः जलि पदस्य अन्ते च. किमर्थं नकारस्य लोपः न भवति? केवलं सकारः, ककारः, संयोगस्य आदिमवर्णः कः इदानीं? संयोगः नकारः, सकारः, तकारः, त्रयाणां वर्णः. संयोगस्य आदिमवर्णः नकारः एव किल? आं भगिनि. किमर्थं लोपः पुनः किमर्थं भवति? प्रश्नः अवगतः वा? द्वयोः एव भवति इति वयं पूर्वं दृष्टवन्तः किल. तद् एकम्. अनन्तरं तत्र यदा पदान्ते संयोगः इति स्वीकुर्मः चेत् तत्र पदान्ते कः वर्णः? सकारः, तकारः एव पदान्त संयोगः. अतः तस्य सकारस्य लोपः भवति कोः संयोगाद्योरन्ते च इत्यनेन. तद् वयं गतसप्ताहे दृष्टवन्तः. तत्र संयोगः द्वयोः, त्रयोः च वर्णयोः अपि भवितुम् अर्हति. केवलं द्वयोः वर्णयोः संयोगः इति सर्वदा न भवेत् किल. अत्र नकार सकार तकारयोः इति त्रयाणां वर्णानां संयोगः अस्ति. तत्र कथं स्वीकुर्मः संयोगवर्णः इत्युक्ते वर्णद्वयं वर्णद्वयम् एव स्वीकुर्मः अस्माकं रूपसाधनार्थं. व्याकरणे यदा रूपसाधनार्थं कुर्मः, अन्यत्र सर्वत्र न. यदा वयम् अन्यत्र वदामः तत्र वर्णत्रयं वा चतुष्टयमपि भवितुम् अर्हति संयोगः इति संज्ञा. परन्तु व्याकरणे अस्मिन् सूत्रस्य प्रवर्तनाय वयं वर्णद्वयं वर्णद्वयम् इति एव स्वीकुर्मः इति. तदेव अस्मिन् परिच्छेदे अस्ति. भवती पठति वा? आम् भगिनि. अस्मिन्नेव प्रसङ्गे कोऽपि प्रष्टुं शक्नोति यत् लङि तकारलोपे सति असंस्त् इति स्थितौ संयोगः अस्ति त्रयाणां वर्णानां नकारसकारतकाराणां. तस्मात् सकारः संयोगस्य आदौ नास्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति प्रसक्तं न. किन्तु यथोक्तम् उपरि संयोगः द्वयो वर्णयोः एव न तु त्रयाणाम्. आं भगिनि. अतः अत्र संयोगद्वयं वर्तते नकारसकारयोः सकारतकारयोः च. सकारतकारयोः संयोगः पदान्ते, तत्र च प्रथमसदस्य सकारः इत्यस्मात् स्कोः संयोगाद्योरन्ते च इति सूत्रं प्रसक्तं प्राप्तं च. आं भगिनि, स्पष्टमस्ति. अवगतं वा? त्रयाणां तत्र एतत्तु व्याकरणे केवलं द्वयोः वर्णयोः द्वयोः सूत्रस्य प्रवर्तनाय एव. यदा वयं अन्यत्र पश्यामः चेत् वर्णत्रयं वा चतुष्टयं वा पञ्चमम् अस्ति, पञ्च अस्ति चेदपि तत्र संयोगः इति संज्ञा भवति एव. इन् नकार सकार तकारयोः संयोगः इत्येव संज्ञा अन्यत्र व्यवहारिके लौकिके भवति. परन्तु अस्माकं सूत्रस्य प्रवर्तना एव द्वयोः वर्णयोः मिलित्वा संयोगः इति स्वीकुर्मः. तद् मुख्यमस्ति. अस्तु, धन्यवादः. कस्य विजया भगिनी अस्ति वा? विजया भगिनी भवती वक्तुम् इच्छति वा? आं पठामि भगिनि. अत्र प्रश्नः अस्ति भगिनि, तृतीयप्रश्नः. प्रथमम् अवगच्छति वा इति वदतु, अनन्तरं पठतु. तत्र प्रश्नः, तृतीयप्रश्नः किम् आसीत् इत्युक्ते असंस्त् इति यदा अस्ति तत्र नश्चापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारः किमर्थं न आगच्छति इति प्रश्नः. अस्तु भगिनि, भवती सूत्रसङ्ख्या पठामि. किञ्चित् अनन्तरं निश्चयेन क्लेशः एव अस्ति. अस्तु, नास्ति चिन्ता. अन्यः प्रश्नः उदेति, किमर्थं न पूर्वमेव नच्छपदान्तस्य जलि इत्यनेन अनुस्वारः आरम्भे एव असंस्त् तथा स्कोः संयोगान्त्योरन्ते च इत्यनेन असन्त् तदा अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारः असन्त् तदा पूर्वत्र सिद्धम् इत्यनेन संयोगान्तस्य लोपः इत्यस्य दृष्ट्या नकारः असिद्धः, अतः असन्त् इत्येव स्यात्. उत्तरमस्ति यत् अस्मिन् क्रमे नच्चपदान्तस्य जलि इत्यस्य अवसरः न भवति एव स्वस्य त्रिपाद्यां परत्वात्. अत्र उत्तरमस्ति भगिनि, अवसरः नास्ति नच्चपदान्तस्य जलि इत्यस्य अवसरः अत्र नास्ति. अतः एव स्वस्य त्रिपाद्यां परत्वात् स्कोः संयोगान्त्योरन्ते च संयोगान्तस्य लोपः सूत्रं द्वयमपि अष्टमाध्यायस्य द्वितीये पादे अतः पूर्वं भवन्ति असन् इति रूपं सिद्ध्यति. असन् इति दशायां नकारात् परे जल् तु नास्ति नास्ति एव. अतः अस्यां प्रक्रियां नचपदान्तस्य जलि न कुत्रापि भवति. आरम्भात् अन्तपर्यन्तं नुम् आगमः आगमस्य नकारः इन् नकारः नकारः इत्येव तिष्ठति. तत्र द्वे सूत्रं नच पदान्तस्य जलि अनन्तरम् अनुस्वारस्य यै परसवर्णः एतत् अष्टाध्यायम् एव तिष्ठति. अत्र अत्र नच पदान्तस्य जलि इत्यस्य अनुस्वारः न भवति एव. किमर्थं चेत् तत्र सूत्रद्वयोः मध्ये अष्टाध्यायस्य द्वितीयपादः एव अस्ति. अतः असन् इति रूपं सिद्ध्यति. असन् इति दशायां नकारात् परे जल्वर्णः नास्ति एव. अतः प्रक्रियायां चिन्तनेन नचपदान्तस्य जलि नकारः कुत्रापि भवति. किमर्थं चेत् आरम्भात् अन्तपर्यन्तं नुमागमः एव भवति. अतः नकारः तत्र एव तिष्ठति. समीचीनम्. अतः अत्र चिन्तनं नश्चापदान्तस्य जलि अनुस्वारस्य ई परसवर्णः इत्यस्य अवसरः अस्ति वा इति सूत्रसङ्ख्या दृष्ट्या नास्ति. कोः संयोगाद्योरन्ते च इत्येव पूर्वसूत्रम्. अतः तस्य कार्यमेव भवति पूर्वत्र सिद्धम् इत्यनेन. तस्य कार्यं यथा भवति तत्र वयम् अनन्तरं यदा वयं संयोगान्तस्य लोपः एतत् सर्वं कृत्वा असन् इति यदा अस्ति तत्र तु पदं जातं. नश्चापदान्तस्य जलि इत्यस्य प्रवर्तनाय परे जल् वर्णः आवश्यकः. तत्तु नास्ति एव. अतः तस्य अवसरः एव नास्ति. असन् इत्येव रूपं. भगिनि एकः प्रश्नः भगिनि. प्रथमं तत्र भवान् एव अत्र पठितं तत्र अबरि अबरि ब्रश्च् इति अनन्तरं योगः तकारः तत्र किञ्चित् वदतु भगिनि. अहं न अत्र सम्यक्तया न अवगतं. तद् यङ् लुगन्तधातुः बरि ब्रश्च् इत्यत्र अबरि ब्रश्च् इति लङ् रूपं. तत्र तकारः इति अस्माकं प्रथमपुरुष एकवचनप्रत्ययः. तत्र हल्न्याभ्यो दीर्घातुतिस्य पृक्तं हल् इति सूत्रेण अपृक्त हल् वर्णस्य लोपः भवति. इदानीम् अबरि ब्रश्च् इति यद् अस्ति तत्तु पदं सुप्तिङन्तं पदम् इत्यनेन प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अत्र प्रत्ययलक्षणं तिष्ठति. अतः सुप्तिङन्तं पदम् इत्यनेन पदं जातम्. इदानीं कोः संयोगाद्योरन्ते च इत्यनेन सकारझकारयोः संयोगः अस्ति पदस्य अन्ते अस्ति सकारः इत्यस्य लोपः भवति आदिमवर्णस्य लोपः कोः संयोगाद्योरन्ते च इत्यनेन. अतः तत्र अबरी ब्रज् इति रूपं सकारलोपं कृत्वा. अनन्तरं कार्याणि अपि सन्ति परन्तु इदानीं अबरि ब्रज् इत्येव. अग्रे सूत्राणि अपि सन्ति. धन्यवादः. अतः अन्तिमप्रश्नः महोदय भवतः प्रश्नस्य उत्तरम् अत्र अस्ति. रघुपतिमहोदय अस्ति वा महोदय? आम् आं भगिनि क्षम्यतां. भवतः प्रश्नः आसीत् किल तस्य उत्तरं किमर्थं कार्यसिद्धं नास्ति इति. पुनः अन्यप्रश्नः स्कोः संयोगादेरन्ते संयोगाद्योरन्ते च इत्यनेन यः सकारलोपः स तु संयोगान्तस्य लोपः इत्यनेन न दृश्येत ननु कार्यसिद्धत्वात् उत्तरमस्ति यथा यत् तथा नास्ति यतोहि स्कोः संयोगाद्य अन्ते च अपवादत्वात् प्रथमतया प्रवर्तितम् अपवादस्य बलेन तस्य कार्यं संयोगान्तस्य लोप इत्यनेन दृश्यते एव अत्र पूर्वत्र सिद्धमित्यस्य एव अपवादः अतः तस्य इह किमपि कार्यं नास्ति अस्तु अस्तु अत्र पूर्वत्र सिद्धम् इत्यस्य एव अपवादः अस्ति अतः तत्र तस्य अपि अपवादः अस्ति अतः तत्र इदानीं पश्यति एव संयोगान्तस्य लोपः इति सूत्रं स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यं पश्यति एव इति तत्र त्रिपाद्यां यद्यपि तत् त्रिपाद्याम् अस्ति तदापि अपवादसूत्राणि उत्सर्गसूत्राणि प्रति सिद्धानि एव सन्ति सिद्धानि अतः पूर्वत्र सिद्धम् इत्यनेन कुर्मः चेत् यदा भवान् उक्तवान् तद् सम्यक् समीचीनम् अग्रे अपि पठतु महोदय वृश्च इति औपदेशिकधातुः तस्य यङ्लुगन्तधातुः वावृश्च इति वावृश्च इति अवावृक्ष योगत् इति तकार हल्ग्याभ्यो दीर्घसूत्रस्य प्रक्तं हल् इत्यनेन तकारस्य लोपः इदानीम् अवावृश्च इति अस्ति वृश्च स्कोः संयोगान्ते च अन्ते च इत्यनेन सकारस्य लोपः अत्र भगिनी अत्र शकार अस्ति वा सकार वा शकारपि लोप भवति मूले प्रायः सकारः आसीत् अग्रिम पङ्क्त्याम् अस्तु आम् सकारशकार अस्ति खलु सन्धि भूत्वा अभवत् अस्तु स्तोस्तु इत्यनेन सकारलोपः अवावृच् इदानीम् अवावृच् इति अस्ति अवावृच् उपरितने वृत्तान्ते सकारः दृश्यते न तु सकारः वस्तुस्थितिः इयं यत् सकारस्तु अस्ति तदा चकारस्य प्रभावेन स्तोः चुनाश्चुः इत्यनेन सकारस्थाने सकारः आगतः अस्तु इदानीम् अतः एव सकारस्य लोपः इदानीं दृश्यते सकारः परन्तु सकार एव मूले आसीत् इतः तस्य लोपः भवति इति तर्हि अत्र स्तोस्तु नास्तु इति सूत्रस्य कार्यं न पश्यति अतः एव वा अन्यथा न भवति आम् सूत्रसङ्ख्या किल सत्यं चतुर्थपादे अस्ति अतः न पश्यति एव इदानीं न पश्यति यद्यपि कार्यं कृतं तद् न पश्यति तस्य दृष्ट्या तु सकारः एव अस्ति अतः तस्य लोपः समीचीनं तदपि वयं सर्वदा द्रष्टव्यं मूले किम् आसीत् सूत्रसङ्ख्या सर्वं समीचीनं धन्यवादः महोदय स्पष्टम् अस्ति किल अतः संयोगपदान्ते संयोगः अस्ति चेत् संयोगान्तस्य लोपः रात्सस्य अनन्तरं राल्लोपः अनन्तरं स्कोः संयोगाद्योरन्ते च इति चत्वारि सूत्राणि प्रवर्तनीयानि अनन्तरं चवर्गान्तदातवः पठामः उषा भगिनी पठति वा बि इति भगिनि क्षवर्गान्तधातवः क्षवर्गान्तधातूनाम् अन्तिमचवर्गीयवर्णस्य स्थाने खवर्गीय आदेशः भवति पदान्ते चोः कुः क्षवर्गस्य स्थाने खवर्ग आदेशः भवति जलि पदान्ते च चोः षष्ट्यन्तं कुः प्रथमान्तं द्विपदमितं सूत्रं जलो जलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चोः कुः जलि पदस्य अन्ते च चोहोकुः इति सूत्रं अष्टमाध्याये द्वितीयपादे त्रिंशत् सूत्रम् अस्ति. स्कोः संयोगाद्योरन्ते च द नेक्स्ट् दट् स्कोः संयोगाद्योरन्ते च अन्ते च इति अनुवृत्तिः भवति. चोः कुः च वर्गस्य स्थाने ककारवर्ग आदेशः भवति. जलि पदस्य अन्ते च इति पदान्ते अपि जलि अपि भवति चेत् जलि परतः अस्ति चेत् च वर्गस्य स्थाने ककार आदेशः भवति अन्तिमचकारवर्गस्य स्थाने. ओके. यथा अवच् योगः तकारः. अवच् योगः तु हल्ङ्याभ्यो दीर्घात् सुतुस्य पृक्तं हल् इत्यनेन तकारलोपः. अवच् इति स्थिते पदान्तः भवति चकारलोप अनन्तरम् अवच् चकारः अन्तिमवर्णः. चोः कुः इत्यनेन च वर्गस्य स्थाने ख वर्ग आदेशः अवक् इति भवति. अता त्यज् ओके. चोः कुः इत्यनेन च वर्गस्य स्थाने कुत्वं भवति. अता त्यग् वाट् इस् दट् वर्ड् भगिनि? अता त्यज् त्यज् प्रायः धातुः भगिनि. तत्र अता त्यज् इति यङ् लुगन्तरूप. ओ यङ् लुगन्तरूप. अतः एव तद् यत्र यत्र भिन्न विषय भिन्नरूपाणि सन्ति सर्वत्र अवच् इति अस्माकं लङ् रूपम्, अता त्यज् इति यङ् लुङन्तरूपं द्वित्वं सर्वं भूत्वा. ओके, धन्यवादः भगिनि. I was reading this Karapatra, something like what we talked about, let me, anyway, begin. Before the, okay, Asans, no. दोग् योगः ति बि बिगिनिङ्ग् वेरि बिगिनिङ्ग् भगिनि बि बि बि इति बिन्दु बि इति बिन्दु ऐ मीन् इट्स् कुत्रचित् पूर्वपरयो विकारः. दोग् योगः ति दोग्योगः ति बिकम्स् धि जशस्ततोर्दोधः. सो दट् टी बिकम्स् धि देन् देन् द प्रीवियस् घकार बिकम्स् घकार. ऐ था दट् इस् एकाचो बशो बश् एकाचो बशो एकाचो बशो बश् देन् लैक् दिस् लैक् वाट् वि वेर् डिस्कसिङ्ग् इट् बिकम्स् द प्रीवियस् सूत्र to the jashastatordodah. Jashastatordodah iti 8 to 40 bagini and ekacho basho bash iti 8 to 37. Just like we talked about, this goes back in the purvatrasiddham. Is it possible? Prayaha bashbhavah nasti anya kimapi sutram bhavet kila. सूत्रं तु वयं पूर्णतया न दृष्टवन्तः. दाधेर्धातोर्गः इति एकं सूत्रम् अस्ति. दधा दकारादि धातोर्गः बहूनि सूत्राणि सन्ति. वयं पश्यामः भगिनि, आगच्छतु भवत्याः प्रश्नस्य उत्तरम् तत्र किञ्चित् प्रदर्शनमेव. एक्साम्पल् कथं भवति विकारः इत्येव प्रदर्शितवान्, सूत्राणि न दृष्टवन्तः किल. ओके ओके ओके तद् आगच्छति. अस्तु, चोहोकुः इति आम् चोहोकुः इत्यनेन कुत्वं भवति इति पृष्टवन्तः. सवर्गस्य स्थाने कवर्गादेशः पदान्तेव जलीपरि. अतः जली इति अनुवर्तते तत्रापि. धन्यवादः. अस्तु, श्रीवल्ली भगिनी पठति वा? आं भगिनि. परन्तु प्रश्च ब्रश्च सृच् नृच् एच् व्राच् भ्राच् चकारान्ताः शकारान्ताः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशः भवति पदान्त. सूत्रमस्ति व्रश्च ब्रज्ज सृज नृज यज राज भ्राज चषां शः. व्रश्च ब्रज्ज सृज मृज यज राज भ्राज चकारान्ताः शकारान्ताः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशः भवति झलि पदान्ते च. अर्वन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने शकारादेशः न तु पूर्णपदस्य. प्रश्चश्च ब्रजश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श च तेषाम् इतरेतरद्वन्द्वः. व्रश्च ब्रश्च सृज मृज यज राज भ्राज छषः. तेषां व्रश्च ब्रश्च सृज मृज यज राज भ्राज छषा. व्रश्च ब्रश्च सृज मृज यज राज भ्राज छषां षष्ठ्यन्तं शः प्रथमार्थं द्विपदमिदं सूत्रम्. अत्र जच्छशाम् इति भागे छेच इत्यनेन तुक् आगमे सति जच्छशाम् तदा चुत्वसन्धौ जच्छशाम्. जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं व्रश्च ब्रश्च सृज मृज यज राज भ्राज छषां शः झलि पदस्य अन्ते च. इति सूत्रेण पदान्ते चकारस्य स्थाने कवर्ग आदेशः भवति. परन्तु एतेषां धातूनां व्रश्च ब्रज्ज सृज मृज यज राज भ्राज जकारान्तदातवः चकारान्ताः शकारान्ताः च तेषां धातूनाम् अन्तिमवर्णस्य स्थाने चकारादेशः भवति. अलोन्तस्य इति अनेन अन्तिमवर्णस्य एव स्थाने शकारादेशः भवति. अत्र ब्राजच्छशां कथम् आगच्छति इति दत्तमस्ति, विवरणं दत्तमस्ति. जच्छशाम् इति भागे छेच इति सूत्रेण इत्यनेन तुक् आगमः प्रथमं भवति. जत् छशाम् तदा चित्वसन्धौ जच्छशाम् इति भवति. अनुवृत्ति अनुसहितसूत्रं झलि पदान्तस्य धातूनां शकारादेशः भवति. केवलं धातु परिगणितधातुः एव इति न, चकारान्ताः चकारान्ताः शकारान्तधातुः अपि. तालव्यशकारस्य स्थाने मूर्धन्यशकारादेशः भवति इति बहुत्र अस्य सूत्रस्य प्रसक्तिः अस्ति, वारं वारम् आगच्छति. अतः सूत्रस्य विवरणं मनसि भवेत्. चोहोकुः इति उत्सर्गसामान्यसूत्रं, ब्रश्च ब्रश्च इति अपवादः, तस्य अपवादः. तत्र उदाहरणं पठतु भगिनि, कथम् आगच्छति इति अपि प्रदर्शयतु. यथा अवाव्रश्च, अवाव्रश् योगः तकारः, तकारलोपः हन्नियाभ्याम् दीर्घस्य दीर्घात् श्रुतिसे अपृक्तं फल्लोपः. अवाव्रश् इति भवति. स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः भवति. अवाव्रच् इति भवति. अवाव्रच् चोः कुः इत्यनेन इत्यस्य प्रसक्तिः, परन्तु तत् प्रबाध्य शकारादेशः भवति, अवाव्रश् इति भवति. तथा एव अवाब्रश् योगः तकारः, तकारस्य लोपः अवाब्रश् सकारस्य लोपः कोः संयोगाद्योरन्ते च इत्यनेन रूपं भवति अवाब्रज्. अवाब्रज् तदा अवाब्रश् इति भवति. ब्रज् धातु, ब्रज् धातु, समीचीनं. अग्रिमं सृज् सृज् धातोः विषये तकारस्य लोपः अनन्तरम् असरिसृज् चोहोकुः इत्यस्य प्रसक्तिः, परन्तु तत् प्रभाव्य शकारादेशः भवति, असरि सृष् इति रूपं भवति. मृज् धातु अमरि मृज् अमरि मृष् अयायच् अयायश् अरारज् अरारष् अबाभ्राज् अबाभ्राश् अपाप्रच् अपाप्रश् अवावश् अवावश्. अपाप्रच् इत्यत्र तत्र यद् शकार आदेशः भवति तत् चकारचकारयोः स्थाने शकारादेशः. तुक्सहितचकारः आगच्छति पृच् धातुः चेच इत्यनेन. अनन्तरम् अस्माकं यदा वयं तस्य किं कृतवन्तः निमित्त अपाये नैमित्तिकस्य अपि अपायः इति पूर्वं बहुपूर्वं दृष्टवन्तः किल. तत्र तादृशं तत्र यदा आदेशः भवति चकार चकारस्य स्थाने यदा शकार आदेशः भवति तद् चकारः अल्पप्राणचकारस्यापि स्थाने इति स्वीकरणीयं. लोपः इति न वक्तव्यं, तद् तस्य स्थाने अपि भवति इति स्वीकर्तव्यं. तस्मिन् विषये प्राप्रच् इति इत्यस्मिन् विषये अग्रिमपाठे बहु दीर्घचर्चा अस्ति. सन्निपातलक्षणं कथं तस्य स्थाने आगच्छति इति सर्वं तत्र वयं पूर्णतया तस्मिन् विषये पठित्वा अवगच्छामः. इदानीं अवगच्छन्तु तत् तत्र चकारस्य स्थाने शकारादेशः यदा आगच्छति तद् अल्पप्राणचकारस्य स्थाने अपि इति. निमित्त अपाये नैमित्तिकस्य अपायः इति प्रायः भुवादिगणे दृष्टवन्तः इति चिन्तयामि. तदेव इदानीं तद् स्वीकरोतु. अग्रिमपाठे महोदयः एव स्थापितवान् तद् निमित्त अपाये नैमित्तिकस्य अपायः इत्यस्य अत्र तस्य किं न्यायस्य वैशिष्ट्यं नास्ति, सन्निपातलक्षणम् इति अस्ति इति. तस्मिन् समये वयं पूर्णतया पठित्वा अवगच्छामः सन्निपातलक्षणम् इत्युक्ते किं, कथम् आगच्छति इति. अस्तु, धन्यवादः भगिनी. विजया भगिनी हकारान्तदातवः पठति वा? अतः हकारान्त एकनिमिषं भगिनी क्षम्यता. तत्र अतः द्वितीयबिन्दुः अस्ति आसीत् चवर्गान्तदातूनां विषये. तत्र चोहोकुः जलीपदान्ते सामान्यसूत्रं, तस्य अपवादः अस्ति वा विशिष्टसूत्रमस्ति व्रश्च भ्रश्च सृजमिज इति. अनेन मूर्धन्यशकार आदेशः, तस्यापि प्रसक्तिः जलीपदान्ते. अतः इदानीं तृतीय बिन्दुः हकारान्तदातवः. क्षम्यतां भगिनी, पठतु. अस्तु भगिनि, श्रीबिन्दुः हकारान्तदातवः. हकारान्तदातूनां हकारस्य स्थाने डकार आदेशः भवति. ओ हो डः हकारस्य स्थाने डकार आदेशः भवति. जलिपदान्ते च अह षष्ट्यन्तं दह प्रथमान्तं द्विपदमिदं सूत्रं जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्योरन्ते इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हः डः जलिपदस्य अन्ते च. तत्र किमपि नास्ति भगिनि, तत्र जलि अकारस्य स्थाने डकारः आगच्छति. जलिपदान्ते अस्ति चेत् समीचीनम्. उदाहरणं उदाहरणं तत्र पदान्ते लङ् लङि अतृ अतृनेः योगः तकारः हल्याभ्यो दीर्घात् सुतिस् अपृक्तं हल् इत्यनेन तकारः लोपः भवति. अतः अत्र अतृनेः अतृनेः तत्र सूत्रं कार्यं करोति होडः इत्यस्य डकारः आदेशः भवति अतृनेड् इति. अतः एतत् सामान्यसूत्रं हकारान्तधातुः हकारस्य स्थाने डकारादेशः इति सामान्यसूत्रं. यदा वयम् अस्माकं पुस्तके अष्टाध्यायी पुस्तके पश्यामः क्रमेण आगच्छामः कुत्वं चोहोकुः दत्वं होडः इति स्वीकृतवन्तः. तत्र चोहोकुः इत्यस्य अपवादः यद्वयं दृष्टवन्तः व्रश्च ब्रश्च तत्तु षत्वं तत् आगच्छति. इदानीं होडः इत्यस्य अपि अपवादः अस्ति वा इति पश्यामः. महोदय भवान् पठति वा? आम् एकवारं द्वितीयमस्ति. धातो राधौ दकारः अन्ते हकारः चेत् हकारस्य स्थाने घकारादेशः भवति. अस्तु, सूत्रमस्ति धातोर्धातोः गः, सारि घ खलु गः गः धन धादेर् धातोर्गः आम् घ इति अर्थः. धकारादिधातोः हकारस्य स्थाने घकारादेशो भवति जलिपदान्ते च. अस्तु, दह आदौ यस्य सः दादिः तस्य दादेः बहुव्रीहिः. दादेः षष्ट्यन्तं धातोः षष्ट्यन्तं घः प्रथमान्तं त्रिपदमितं सूत्रं होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. दादेः धातोः हः गः जलिपदस्य अन्ते च इति अस्ति. अस्तु, पदान्ते जलिपरे हकारस्य घकारादेशः भवति यदि धातुः दकारादि चेत्. यथा दुः प्रपूरणे अदादिगणीयधातुः अस्ति, लटि दोग्धि दुग्धे इति रूपं कथं दुग्धे इति रूपं. पदान्ते लङि अधोः इति अधोः योगत् इदानीं तत्र तकारस्य लोपः भवति हल्ग्याभ्यो दीर्घा सुतिप्रसक्तं सुतिसप्रक्तं हल् इत्यनेन अधोः इति अस्ति. इदानीम् अधोः इत्यस्मिन् धातुः दकारादिधातुः अस्ति दुः इति. अतः हकारस्य इदानीं होडः इत्यस्य प्रसक्तिः अस्ति डकारः भवेत्, परं तत् प्रबाद्य दादेर् धातोर्गः इत्यनेन अधोघ् इति रूपं भवति अधोघ् इति रूपम्. अतः तत्र दकारादिधातुः अकारस्य स्थाने गकारादेशः इति भवति. अतः तद् तु अपवादः. अस्तु, धन्यवादः महोदय. भगिनी उषा भगिन्याः प्रश्नः अस्ति. दुग्धः जलां जश् जशि इति सूत्रेण दुग्धः भवति. प्रथमं जशस्तयोः दोधः इति सूत्रेण दुग् प्लस् त, अनन्तरं जलां जश् जशि इति सूत्रेण दुग्धः भवति. समीचीनम्. अग्रे आगच्छति, वयं पश्यामः क्रमेण तद् कथम् आगच्छति इति. अस्तु, अतः तत्र अस्तु दादेर्धातोर्गः होडः दादेर्धातोर्गः इदानीं तस्मिन्नेव क्रमे अग्रिमसूत्रमपि अस्ति. उषा भगिनी भवती एव. आं भगिनि, दृह् मुख् इति तृतीयम् ओके ओके दृह् मुख् श्नुः श्निः येषां चतुर्णां धातुना हकारस्य स्थाने विकल्पेन घकारः वा ढकारः वा भवति वा दृह मुह श्नु हष्णिहां दृह मुह श्नुः श्निः येषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकार आदेशः भवति जलीपदान्ते च घकार अभावे होडः इत्यनेन ढकार आदेशः भवति दृह्श्च मुहश्च श्नुहश्च श्निहश्च तेषाम् इतरेतरद्वन्द्वः दृहमुहश्नुह श्निह तेषां दृहमुहश्नुहश्निहां वा अव्ययपदं दृहमुहश्नुहश्निहां षष्ट्यन्तं द्विपदमिदं सूत्रम् होडः इत्यस्मात् हः धातोर्गः इत्यस्मात् गः झलो जलि इत्यस्मात् झलि स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्येतेषाम् अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दृह मुह श्नुह श्निहां वा हः गः झलि पदस्य अन्ते च दृह मुह श्नुह श्निह इति धातूनां हकारस्य स्थाने घकार आदेशः भवति हकार आदेशः भवति अथवा घकार अभावे च हकारस्थाने ढकार आदेशः भवति पदस्य अन्ते च इदं सूत्रं दाते धातोर्गः इति सूत्रस्य ईवन् दो इट् इस् नाट् बिगिनिङ्ग् वित् द मुह श्नु श्नुः समीचीनम् परन्तु यदा दृह् इति अस्ति तत् गकारादि हकारः तत्रापि गकारः एव आदेशः किल किमर्थम् सूत्रे तदस्ति धातेर्धातोर्गः सो दकार या दृह् मुह श्नुहश्नुहं या इट् नीड् नाट् हेव् बीन् सेड् बगिनि ऐ डोण्ट् नो दृह मुह श्नुह श्निह ओके दृह देन् धातेर्धातोर्गः शुड् डू देट् किमर्थम् अत्र स्थापितं तदपि गकारादि हकारान्त तत्रापि गकारादेशः एव भवति ओ दे वाण्ट् मे बी होडः आल्सो ओके ओके ओके दादेर्धातोर्गः इति नित्यसूत्रं तस्य कार्यं तु नित्यं भवति नित्यसूत्रं न तस्य कार्यं नित्यं भवति नित्यं भवति एतत् विकल्पेन भवति तदा प्रायः ते इष्टवा तेषाम् इष्टम् अस्ति तद् सूत्र क्षम्यतां रूपद्वयं साधनीयम् इति अतः दुः इति अपि अत्र स्थापितवन्तः दकारादि हकारान्त धातुः अस्ति चेत् रूपम् एकमेव रूपं भवति पदान्ते लङ्गि अधो द्रोः योगः तकारः अधो हल्ङ्याभ्योदीर्घातुस्य पृष्टं हल् तकारलोपः अधो द्रोः इति भवति अधो द्रोग् इति भवति, हकारस्य स्थाने गकार आदेशः भवति, अथवा अतो द्रोढ् इति भवति. ओके, अमो मोह् इति अमो मोघ् अथवा अमो मोढ् इति भवति. अस्ने नोह् इति अस्ने नोग् अथवा अस्ने नोढ् इति भवति. अस्ने नेह् इति यङ्गन्द यङ् लुगन्तरूपम्, अस्ने नेग् अथवा अस्ने नेढ् इति भवति. अतः सर्वत्र यत्र यत्र रूपद्वयं साधनीयं तत्र तत्र वा दृह मुह परिगणितधातुः एव, दृह् मुह् श्नुः श्निः एतेषां चतुर्णाम् एव हकारस्य स्थाने विकल्पेन ककारादेशः. धन्यवादः. धन्यवादः. सो जलो जश् जशि तन जलां जश् जशि. ओके, श्रीवल्लि भगिनी वास् टेलिङ्ग् मी. आम्, तद् पश्यामः तत्र आगच्छति प्रक्रिया. ओके, पूर्णतया आगच्छति कथं करणीयम् इति. अत्र यदा वयम् इदानीमेव दुः धातुः कृतवन्तः किल, तत्रापि प्रथमवर्ण दकारः धकारः जातः, अल्पप्राणः महाप्राणः कथमिति अग्रे पश्यामः. अस्ति, समीचीनं. श्रीवल्ली भगिनी अग्रिमसूत्रं नख धातोः. आं भगिनि, नख धातोः हकारस्य धकारादेशः भवति. नहो धः नख धातोः हकारस्य धकारादेशः भवति जलि पदान्ते च. नहः नहः षष्ट्यन्तं, दः प्रथमान्तं, द्विपदमिदं सूत्रं होढः इत्यस्मात् हः इत्यस्य अनुवृत्तिः. दादे धातो धः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इति इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्ति सूत्रं नः धातोः हः दः झलि पदस्य अन्ते च. आम् नः धातोः पदान्तस्य झलि परतः हकारस्य स्थाने दकारादेशः भवति. पदान्ते लङि अनान योगः तकारः, तकारस्य लोपः अन्याभ्यां देगात् श्रुतिश्चतृक्तं लोपः इत्यनेन रूपं भवति अनान. अनान नहो दः इत्यनेन अनानद् इति भवति. विशिष्टसूत्रमस्ति नख् धातोः विषये एव, एकमेव धातुः स्वीकृत्य तत्र पाणिनिना एकं सूत्रं रचितं नहोदः इति. यदा वयम् अत्र इव पुस्तके पश्यामः, संयोगान्तस्य लोपः इति आरम्भं कृतवन्तः, अनन्तरं पदस्य अन्ते संयोगः लोपः, अनन्तरं सकारस्य लोपः, तत्र वयं राक्षस्य इति दृष्टवन्तः, दी च अग्रे आगच्छति, स्कोः संयोगाद्योरन्ते च, तत्र तस्मात् जलि पदान्ते इति कार्याणि भवति इति तत्र एव दत्तम्. 8 to 38 पर्यन्तं जलि पदान्ते इति कार्याणि भवन्ति इति. कुत्वं प्रथमं चोः कुः जलि पदान्ते, चकारस्य चवर्गस्य चवर्गीय वर्णस्य स्थाने कवर्गादेशः, चवर्गः एव किल, आम् चवर्गस्य स्थाने कवर्गादेशः. अनन्तरं धत्वं होडः, तदपि जलि पदान्ते एव होडः दृष्टवन्तः, डकारादेशः हकारस्य स्थाने डकारादेशः. अनन्तरं गत्वं दाधेर्धातोर्गः इति, तत्र दकारादि हकारान्त आम् दकारादि हकारान्तधातोः हकारस्य स्थाने घकारादेशः. अनन्तरं वा दृह मुह श्निः श्निहाम् इति परिगणितधातुः, चत्वारः चत्वारः एव किल, चतुर्णां धातूनां तत्र हकारस्य स्थाने घकारादेशः इत्युक्ते तत्र रूपद्वयम्, एकस्मिन् पक्षे घकारादेशः, अन्यस्मिन् पक्षे होडः इत्यनेन डकारादेशः. अनन्तरं दत्वं नहोदः हकारस्य स्थाने धकारादेशः. आहस्तः अग्रे आगच्छति. षत्वमपि दृष्टवन्तः, ब्रश्च ब्रश्च इत्यनेन जशांशः चकारादिधातुः षकारादिधातुः स्थाने षकारादेशः, तदपि जलीपदान्ते. कुत्र कुत्र जलीपदान्ते, केवलं पदान्ते इति स्मर्तव्यं, तदेव मुख्यभेदः. अनन्तपदानि भगिनि, अनन्तपदानि अनन्तानि अनन्तेषु पदेषु अपि वैकल्यरूपमपि दृष्टवान् पाणिनि कथम्. आम् सर्वत्र अस्ति. आम् तद् वयं किञ्चित् अनुवृत्तिः अपि मनसि अस्ति चेत् लाभाय भवति, अथवा भ्रमः एव भवति. अतः एव पुस्तकात् पठामः चेत्, यदा अहम् इदानीम् उक्तवती, अहं तु न दृष्टवती अत्र, पुस्तकात् एव उक्तवती. तादृशं कुर्मः चेदेव लाभाय, अथवा पाणिनिः किं कृतवान् इति अस्माकं मनसि तु न आगच्छति. कथं दृष्टवान् एतानि असंख्यान् शब्दान्, सः तु वैकल्पिकरूपान् अपि दृष्टवान् एव पूर्णतया. अटनं दिव्यदृष्ट्या, दिव्यदृष्ट्या, अन्यथा न भवति खलु अटनं. न पूर्णतया अटनं कृत्वा, भारतम् एव नास्ति तस्मिन् काले किल, पूर्णतया अटनं कृत्वा शब्दराशिं सर्वं स्वीकृत्य, भिन्नभिन्न डायलेक्ट् अपि आसीत् संस्कृतस्य, मनसि स्थापितवान्, मनसि एव, फोन् किमपि नास्ति, रेकार्ड् नास्ति, रेकार्डर् नास्ति, किं स्वरस्य अपि कृतवान्, स्वरस्य अपि कृतं कुत्र कुत्र भिन्न ते वदन्ति इति तत् कथं. तत्र किमपि अस्माकं लैक् जूम् काल् किमपि नास्ति, एकमेकं स्थलं गत्वा श्रुत्वा शब्दराशिं सङ्गृह्य एव मनसि स्थापयित्वा. मीडियस् नास्ति, भगवान् एव अस्ति. आमामामाम् अवश्यं महोदय, तद् नास्ति चेत् किमपि न कर्तुं शक्यते, अवश्यं पूर्णतया. आमामाम् इदानीन्तनकाले एतत् सर्वं डमरुणा एव आगच्छति खलु भगिनि? तत्तु माहेश्वरसूत्राणि. इदानीम् एतद् सूत्राणि तु सः स्वयं पूर्णतया अटनं कृत्वा एव सङ्ग्रहणं कृतवान्, शब्दं शब्दानि यत्र कुत्रापि गतवान्, श्रुत्वा श्रुत्वा किं वदन्ति ये जनाः, सर्वे तस्मिन् काले संस्कृतमेव उक्तवन्तः, भिन्नभिन्न डायलेक्ट् आसीत्, सर्वं स्वीकृत्य तद् यदा महोदयः वदति तस्य तु भगवतः आशीर्वादं पूर्णतया अस्ति, अतः एव एतत् सर्वम्, अथवा कथं कथं न जाने. कम्प्यूटर् इदानीं तु वयं सर्वं हस्ते अस्ति चेदपि तादृशं चिन्तनम् आगच्छति वा इति न जाने. मेडिटेशन्, फोकस्, कान्सन्ट्रेशन् सर्वं जीनियस्. एकस्मिन् अहं श्रुतवान् आसीत् एकस्मिन् न जानामि कुत्र ग्रन्थे पाणिनीयशिक्षा मध्ये एतत् एकमस्ति, एकं स्वरमस्ति, तत् सरिता अनुदात्त औदात्त अपि त्रयः स्वराः भवन्ति. तेन उक्तं यत् तक्रं सौराष्ट्रे महिलाः तक्रं यदा ते विक्रयणं कुर्वन्ति तदा ते कथं कुर्वन्ति तादृशेव करणीयम् अस्य स्वरस्य उच्चारणम् इति उक्तवान् आसीत्. तर्हि सर्वत्र अटनं कृत्वा एव कृतवान्. आमामां तद् अहमपि कुत्रापि पठितवती. आम् तादृश आम् वेदे अस्ति तत्र तस्य तस्य उच्चारणम् अहमपि कुत्रापि पठितवती. रङ्गशब्दः इति किम् अस्ति तत्र भवति. अस्तु अग्रिममस्ति बष्भावः इति. बष्भावः अपि बहु मुख्यमस्ति, बहुत्र आगच्छति तस्य प्रयोगः, तदपि पठामः तस्य क्रमः. विजया भगिनी दीबिन्दुः बश् भावः एकाचः बशो बश् जशन्त जशन्तस्य स्वोः इति परिचयः धातोः आदौ बश् जपघडदश बगडद अपि च अन्ते जश् अत्रापि जपघडद तस्य धातोः नाम एकाच् बशादि जशान्त धातुः यथा बन्द् धातुः बुद् धातुः च यदि उपयुक्त हकारान्त धातुसम्बद्ध सम्बन्धसूत्रैः हकारस्य स्थाने जशादेशः संज्ञातः दृष्टान्ते दुख् दुख् तत्र दुग् तर्हि सः अपि तादृशः धातुः एकाच् वशादि जशन् जशन्त धातोः आदौ स्थितस्य बशः स्थाने बशादेशः भवति बग द द सकारादि प्रत्यये परे द्वशब्दे परे एतत् मध्यमपुरुष बहुवचनं खलु भगिनि तत्र आत्मनेपदे द्वशब्दे परे पदान्ते च अतः वदामः यत् चतुर्त्रिंशत् तु चत्वारि चत्वारि चतुश्चत्वारिंशत् इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्य अन्ते च वर्गस्य चतुर्थ सदस्यः तत्र आदौ स्थितस्य तृतीयसदस्यस्थाने चतुर्थसदस्य आदेशः भवति आहत्य 3444 इति विकारः 3444 इति विकारः देयं यत् अयं बश् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति अनेन धातुः अनेकाच् चेदपि तस्य धातोः एकाच् बशादि जशन्तधात्वांसः अस्ति चेत् अत्रापि 3444 इति विकारः भवति एव तत्र बश धातोः भावः किम् अस्ति इति दत्तम् एकाचकं बशो बश् जशान्तस्य स्वोः इति सूत्रमस्ति अत्र किं परिचयः चेत् धातोः आदौ बश् ब ग ड द अपि च अन्ते जश् जबगड ग ड द तस्य धातोः नाम एकाच् बशादि जशान्तधातुः अस्ति उदाहरणमस्ति चेत् बन्द् धातुः बुद् धातुः यदि उपयुक्तं तत्र अकारान्तधातुसम्बन्धसूत्रैः अकारस्य स्थाने जश् आदेशः भवति दृष्टान्तः अत्र दुग् अस्ति चेत् तत्र अकारस्य स्थाने चतुर्थवर्णः गकारः दुग् इति एकाच् बशादि जशान्तधातुः आदौ स्थितस्य बश् स्थाने बश बशादेशः भवति तत्र ब ग ड द एतत् सर्वं चतुर्थवर्णः अस्ति सकारादेशः प्रत्यये परे अस्ति चेत् द्वे शब्दे परे पदान्ते च अतः वदामः 3-4 न तु 4-4 इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयवर्गस्य स्थाने चतुर्थसदस्यवर्णः एव भवति आदौ स्थितस्य तृतीयसदस्यस्थाने चतुर्थसदस्यवर्णः तत्र परिवर्तनम् एव भवति आहत्य तत्र देयं यत् बश् वर्णः धातोः अन्तिम अंशस्य आदौ अपि किञ्चित् स्थाने अन्तिम अंशस्य स्थाने एव आगच्छति भवितुमेव अर्हति अत्र अनेकाच् चेदपि तस्य धातोः एकाचि भषादि जषन्तधातु अंशे आगच्छति. तत्र अनेकाचपि एकाचपि तत्र चतुर्थवर्णः तृतीयवर्णस्य स्थाने आगच्छति. समीचीनं भगिनि. अतः धातोः अवयवः भवितुम् अर्हति इत्येव वदति. धातोः अवयवः जषन्तः अस्ति चेत् तत्र अस्य सूत्रस्य प्रसक्तिः. एकाचो बशो बश् जषन्तस्य स्तुवोः सकारादिप्रत्ययः, अनन्तरम् अस्माकं ध्व इति प्रत्ययः अस्ति चेदेव, अनन्तरं पदान्ते इति निमित्तत्रयम् अस्ति, तत्र एव अस्य कार्यं भवति इति वदन्ति. यदा भगिन्या उक्तं तत्र 3-4 इति यदा अस्ति चेत् 3 इति यत् भ घ ढ ध इत्यस्य स्थाने चतुर्थवर्णः झ भ घ ढ ध इत्यस्य आदेशः भवति इत्येव सूत्रं वदति. महोदय सूत्रं पठति वा? एकाचो बशो बश्जषन्तस्य स्तुः. आं भगिनि, एकवारम्. एकाचो बशो बश्जषन्तस्य स्वधो धोः इति धातोः धातोरवयवो अवयवो यो जषन्तः एकाच तस्य बशः बशादेशो भवति सकारे परे ध्वाशब्दे परे पदान्ते च. अनुवृत्तिसहितसूत्रे एकाचः जषन्तस्य इत्यनयोः एव विशेषणविशेष्यभावः. धातोः तादृशांशः इति तात्पर्यम्. अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः. एकाचः यस्मिन् सः एकाच बहुव्रीहिः तस्य एकाचः. जषः अन्ते यस्य सः जषन्तः बहुव्रीहिः तस्य जषन्तस्य. स च ध्व स च सकार च ध्व च सद्वौ इतरेतरद्वन्द्वः तयोः ध्वोः. एकाच षष्ट्यन्तः बशः षष्ट्यन्तः बश् प्रथमान्तं जषन्तस्य षष्ट्यन्तस्य सद्धोः षष्ट्यन्तं सद्धोः सप्तम्यन्तम् अनेकविधविधं सूत्रं. धातेर्धातोर्गः इत्यस्मात् धातोः इत्यनुवृत्तिः. स्कोः संयोगाद्यन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. धातोः एकाचः जषन्तस्य बशः बश् सद्धोः पदस्य अन्ते च इति अस्ति. अत्र एकाच जषन्तस्य धातोः इदानीं जषन्तस्य धातोः बशः स्थाने बशादेशः भवति. सकारे एकवारं सकारे परे ध्वशब्दे परे पदान्ते च. निमित्तत्रयमस्ति. एकवारं तत्र दृष्ट्वा एव उदाहरणं दृष्ट्वा एव किञ्चित् उदाहरणं प्रदर्शयतु. पदान्ते अष्टाध्यायी.com मध्ये पठामः. अस्तु. पदान्ते लङि अधोः योग त हल्गाभ्यो दीर्घ सुतिश्च प्रत्ययं हल् इत्यनेन तकारस्य लोपः. इदानीम् अधोः इति पदं धातेर्धातोर्गः इत्यनेन हकारस्य स्थाने धकारादेशः भवति. अधोग् इति अस्ति, अधोग् इति भवति. इदानीम् अधोग् इति अस्ति, धोग् इति. एकाच अस्ति, एकाच जषन्त एकाच अस्ति. अतः अतः अत्र इत्यनेन बशस्थाने बशादेशः भवति. कुत्र अस्ति इदानीम्? अस्तु, इदानीं दकार अस्ति, अतः तस्य बशादेशः भवति. बशादेशः इत्युक्ते तद् धकारः भवति. अधोघ् इति रूपं भवति. समीचीनं यत्र कुत्रापि भवितुम् अर्हति वा दकारस्य कुत्रापि भवितुम् अर्हति एकाचिति नास्ति किल अकारः अपि अचेव परन्तु एकाच् झषन्तः तद् मुख्यम् पूर्वसवर्णसन्धिः अपि तादृशमेव खलु भगिनि अकारस्य स्थाने चतुर्थवर्णः दकारः पूर्वसवर्णसन्धिः तादृशम् पूर्वसवर्णसन्धेः तादृशं नियम निमित्तमस्ति वा न किल एतत्तु बष्भावः इति तत्र निमित्तानि बहूनि निमित्तानि सन्ति भगिनि प्रायः भिन्नम् अस्ति अतः अत्र एकाच् अस्ति बष अस्ति बष् स्थाने बषादेशः भवति इति अस्ति प्रायः अग्रिमसप्ताहे पठामः अस्माकं अष्टाध्यायी डाट् काम् मध्ये अस्मिन् सूत्रस्य पूर्णतया पायिण्ट् बै पायिण्ट् इति वदामः किल तादृशं ते स्थापितवन्तः सूत्रस्य अर्थः तदेकवारं पठतु वयमपि उदाहरणसहितं तद् वयम् अग्रिमसप्ताहे तद् पठित्वा अग्रे गच्छामः किमर्थम् इत्युक्ते एतत् सूत्रं बहु मुख्यमस्ति बहुवारम् आगच्छति तद् अवगन्तव्यं कुत्र भवेत् इति मध्ये अपि आगच्छति अन्ते अपि आगच्छति अतः तत्र कथं करणीयम् इति भवन्तः अपि पठतु वयमपि अग्रिमसप्ताहे पूर्णतया पठामः महोदय तद् पठतु तद् पठित्वा सकारादिप्रत्यये परे गर्ह् योगस्यते इति अस्ति होडः इत्यनेन इदानीं हकारस्य स्थाने ढकारादेशः भवति घर्ढ् स्यते इदानीं घर्ढ् सते इति अस्ति एकाच बष् झषन्तस्य सद्वोः इत्यनेन इदानीं घकारस्य घकारः भवति घर्ढ् योगस्यते घर्ढ् योगस्यते इदानीं अग्रे कार्याणि सन्ति अतः एव घर्ड् योगः स्यते इत्येव स्थापितवान् महोदयेन सकारादिप्रत्यये परे कार्याणि सन्ति अतः बष्भावः इति बष्भावः इति आरभ्य पुनः पठामः अग्रिमसप्ताहे अस्तु अतः अद्य बहूनि सूत्राणि दृष्टवन्तः तस्य पुनः एकवारं पश्यन्तु निमित्तानि मनसि भवेत् तद् बहु मुख्यमस्ति कुत्र कुत्र भवति इति अग्रिमसप्ताहे अग्रे द्रक्ष्यामः धन्यवादः शुभरात्रिः धन्यवादः शुभदिनं धन्यवादः भगिनि धन्यवादः भगिनि शुभरात्रिः